नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानः पाठः अदादिगणः इति. तत्र वयम् अदिप्रभृतिभ्यः शपः इत्यनेन अदादिगणे धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति इति दृष्टवन्तः गतसप्ताहे. प्रत्ययस्य अदर्शनं दर्शयितुं पाणिनिना तिसृणां संज्ञानां प्रयोगः कृतः लुक् श्लु लुप् इति. केषुचन स्थलेषु केवलं लोपः इति संज्ञा अपि प्रयुज्य सः प्रत्ययस्य लोपः प्रदर्शितवान्. तत्र किमर्थं तिस्रः संज्ञा लुक् श्लु लुप् लुप् इति इत्युक्ते, तत्र प्रत्येकं लोपसंज्ञा विशिष्टस्य कार्यं विधीयते. यदा लुक् इति भवति चेत् विशिष्टकार्याणि सन्ति, श्लू इति चेत् सङ्केतः इति उक्तवन्तः किल, तत्र सङ्केतमस्ति येन विशिष्टकार्याणि प्रवर्तते इति. तत्र एतद् सर्वदा स्मर्तव्यं यत् लोपः इत्यनेन प्रत्ययस्य लोपः केवलं लोपशब्देन भवति चेत् तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्यय आश्रित अङ्ग्यकार्याणि तद् तिष्ठति एव, लक्षणं तिष्ठति एव. प्रत्यय आश्रित किमपि निमित्तकार्याणि यत्किमपि भवतु तद् तद् भवति एव. परन्तु यदा लुक् श्लु लुप् एतैः शब्दैः प्रत्ययस्य लोपः भवति चेत् प्रत्यय आश्रित अङ्गकार्यं न भवति. तदपि स्मर्तव्यम् अङ्गकार्यस्य विषये एव. अनेन सूत्रेण न लुमता अङ्गस्य इति एकं नूतनसूत्रं दृष्टवन्तः. अनेन सूत्रेण प्रत्ययनिमित्तिकं सर्वाणि कार्याणि न निषिध्यन्ते, प्रत्यय केवलम् अङ्गकार्याणि एव निषिध्यन्ते. न लुमता अङ्गस्य इति सूत्रं दृष्टवन्तः. तत्र लुमान् इति पदम् आसीत्, तद्धितपदम् अस्य अस्मिन् वा इति अर्थे भवति. तद् तेन लुमान् इत्यनेन लुक् श्लु लुप् इत्यनयोः ग्रहणं भवति. लू इति यद् पदमस्ति तेन लुक् श्लु लुप् इत्यनेन ग्रहणं भवति. लुमान् इति तद्धितपदम् अस्य अस्मिन् वा इति अर्थे भवति. तदेव तस्य एव तृतीयरूपं लुमथा इति भवति. न लुमता अङ्गस्य इति सूत्रेण लुक् श्लु लुप् एतैः शब्दैः प्रत्ययस्य लोपः भवति चेत् प्रत्यय आश्रित अङ्गकार्यं न भवति. अङ्गकार्यं विना अन्यकार्याणि अपि प्रत्ययनिमित्तिकम् अस्ति. यद् अङ्गकार्य अङ्गम् इति अधिकारे नास्ति, तद् कार्याणि सर्वाणि कार्याणि तु भवति एव. तद् स्मर्तव्यं सर्वदा. अनन्तरं वयम् आकारान्तदातवः विषये दृष्टवन्तः. तत्र एकं विशिष्टं सूत्रमासीत् लङ्गः शाकटायनस्य एव इति. तत्र शाकटायनः इति वैयाकरणः आसीत् पाणिनेः पूर्वं. तस्य मतेन, शाकटायनस्य एव मतेन, लङ्गः आतः धातोः जेः जुस् इति सूत्रस्य अनुवृत्तिः अस्ति. लङ्गः इति लङ्लकारे, आतः आकारान्तात् धातोः, जेः स्थाने जुस् इति आदेशः भवति इति. यदा शाकटायनस्य मतेन तादृशं भवति चेत् पाणिनेः मतेन अन् इति सिद्धरूपम् अस्ति एव. अतः रूपद्वयम् अन् इति एकम् उहु, जेः जुस् इति भवति किल, तत्र जुस् इत्यस्य जकारस्य चुटु इत्यनेन इत्संज्ञा, उकारस्य उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा, उस् इति अवशिष्यते. अनन्तरम् अस्माकं ऋत्वविसर्गौ करवसानयो ससजुषोरुः करवसानयो विसर्जनीयः इत्यनेन उहु इति भवति. अतः रूपद्वयम् अन् उहु इति परस्मैपदी लङ्गी प्रथमपुरुष बहुवचने. अनन्तरं यदा उहु इति भवति तत्र उस्य पदान्तात् इति सूत्रस्य प्रसक्तिः. अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति इति सूत्रं वदति. अपदान्तात् आत् इति पञ्चम्यां निर्दिष्टमस्ति अनुवृत्तिरु सहित सूत्रे. तत्र अचि उसि सप्तम्याम् एकः पूर्वपरयोः पररूपं संहितायां पररूप आदेशः भवति इति सूत्रं वदति. अतः वयं गतसप्ताहे वा इति धातोः लटीरूपं साधितवन्तः. अद्य अग्रे सरामः, लोटी साधयामः. अस्तु, राजेन्द्रमहोदय लोटी वदति वा? नमस्ते भगिनि. लोटि वा इति धातु वा अस्माकं धातुः अस्ति. न अत्र तु प्रत्ययः अस्ति प्रथमपुरुषे एकवचने. तत्र पित् प्रत्ययः अस्ति, परन्तु अत्र कोऽपि कार्यं कार्यं न भवति. वातु वातु एव रूपं भवति. तात् अथवा तात् अस्ति एकवचने. तत्र वा योग तात् वातात् तत्र भवति. तां वा तां रूपं भवति. वा योग अन्तु अत्र अपि कोऽपि कार्यं न अस्ति चिन्ति. अत्रापि कोऽपि कार्यं नास्ति. अत्र वान्तु अत्र आकाशवर्णे दीर्घसन्धि भूत्वा वायोग अन्तु वान्तु भवति. वायोग हि अत्र तु अनन्तधातुः न अस्ति, तत् कारणात् हि लोपः न भवति. वाहि वाहि वायोगतात् वातात् वायोगतं वातं वायोगत वात् वायोग आनि आनि आव आम. त्रीणि प्रत्ययाः पित् प्रत्ययाः सन्ति, परन्तु अत्र कोऽपि कार्यं न भवति. केवलम् अकस्वर्णे दीर्घसूत्रेण तत्र सन्धिः भवति. वायोग आनि वाणि वायोग आव वाव वायोग आम वाम. समीचीनं महोदय, तावदेव. तत्र किमपि विशिष्टकार्यं किमपि नास्ति, केवलं सन्धिकार्यमेव. सम्यक् अस्तु. अरुणा भगिनी लङ्लकारः वदति वा? आं भगिनि, वाय् योगः लङ्लकारः तिङ् प्रत्ययरूपाय त् ताम् अन् स तं त अं वा न म आडागम आगच्छति लङ् रुं षुटत्वस्तु दात्त इति सूत्रेण. आयोगः वा अवा योगत अवत् अवत् अवात् अवत् अवताम् अवान् अवः अत्र अवाताम् अवाताम् धन्यवादः. अवान् अवास् अवाह ससजुषोरुः सूत्रेण अवः अवाह अवातम् अवात अवावम् अवाव अवाम इति रूपाणि उत्पन्नं भवति. प्रथमपुरुष बहुवचने रूपाणि किं भवति भगिनि? लङ्लकारे विशिष्टसूत्रम् अस्ति किल. ओ ओ अत्र उहु ओ क्षम्यतां क्षम्यतां स्मरामि. लङ् शाकटायनस्य एव सूत्रेण उहु आगच्छति. आ वा उहु तदनन्तरम् अस्य पदान्तात् इति सूत्रेण पूर्वपराग अपदान्तात् पूर्वपरयोः पररूपम् एकादेशः भवति. आवहु अवाहु अवुहु अवुहु इति एकं रोमम् अवुहु अन्यत् अवान् अवान् समीचीनम् अवान् इति रूपम् अवुः इति द्वितीयं लङ्गः शाकटायनस्य उस्य पदान्तात् समीचीनं भगिनि उत्तमं तावदेव विजया भगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्ग यात् यातां युः याः यातं यात यां याव याम इति अस्ति तत्र वायोजनेन वायात् वायातां वायुः वायाः वायातं वायात् वायां वायां वायाव वायाम इति विधिलिङ्गपदमस्ति वर्णमेलनमेव सम्यक् धन्यवादः अस्तु इदानीम् अग्रिममस्ति आत्मनेपदी घा इति धातुः तत्रापि घा धातुः भुआदिगणे अस्ति परन्तु रूपाणि अने अदादिगणीयानि सन्ति समीचीनं अस्तु तद् परिशीलयामः रघुपतिमहोदय आत्मनेपदी करोति वा धातु किं भगिनि घा इति धातुः महोदय घा इति किमपि कार्यमस्ति वा घा एव अल्पप्राण तदेव घाते घाते अपि घाते तत्रापि घाते एव तृतीयमपि द्विवचने सर्वत्र घाते समानमेव वा समानम् आगच्छति घाते घाते घाते अस्तु घासे अत्रापि किमपि घासे इति अत्रापि किमपि कार्यं नास्ति घाते घाद्वे घाद्वे घा योग ऐ अस्ति अस्तु अत्र वृद्धिः भवति घै घै भवति वा घै घावहे घामहे अन्यत् कार्यमस्ति वा प्रथमपुरुषस्य बहुवचने अकः सवर्णदीर्घः कार्यं करोति खलु भगिनि अते इति अस्ति अनन्तरं गा इति अस्ति दीर्घ आकारः अनन्तरं ह्रस्व आकारः योजनेन दीर्घ आकारः घाते इति आगच्छति तत्र अकः सवर्णदीर्घ कार्यं करोति खलु भगिनि आम् भगिनि धन्यवादः भगिनि गै खलु तत्र किमपि नास्ति अस्तु समीचीनं मम प्रश्नः एवम् आसीत् किमर्थं भुआदिगणीयधातुः अदादिगणीयवत् कार्यं करोति इति तस्य समाधानं किमपि न दत्तम् अत्र भुआदिगणीयधातुः अदादिगणीयवत् किमर्थम् भुआदयो धातवः इत्यनेन एव भवति तत्र एव दत्तं खलु भगिनि बि तु बिन्दुमध्ये आत्मनेपदे गा धातुः द्वादिगणे परन्तु रूपाणि अदादिगणीयानि सन्ति एव तदेव तत्र दत्तं खलु इति मम प्रश्नः किमर्थम् कुत्रापि न दत्तम् अस्ति किमर्थम् इति भगिनि एवमस्ति वा यतोहि आकारान्त धातुः अस्ति तत्कारणात् तत्र कोऽपि गुणः न भवति कोऽपि स्वर्णदेव सन्धिः अतः अत्र स्थापितवान् इति वा यदि आगच्छति तथापि तत्र गायोगः गा एव भवति तादृशमेव अत्र प्रदर्शितम्. अत्र अष्टाध्यायी डाट् काम् मध्ये भुआदिगणः इति स्वीकृत्य एव प्रदर्शितं. शप् इति शप् इत्यस्य लुक् न कृतवन्तः, तदापि समानरूपमेव आगच्छति गाते इति. परन्तु अत्र अत्र स्थापितम् इति न लिखितं, परन्तु अस्माकं पश्यामः किं प्रायः तदेव कारणं भवेत् गा इति. गुणकार्यं तु न भवति एव, अतः अत्र स्वीकृत्य अस्य कार्यं कृतवन्तः. समीचीनमेव. अस्तु अस्तु महोदय, अस्तु अग्रे सरामः. श्रीवल्ली भगिनी लोट् लकारः वदति वा? आं भगिनि. गातां गातां गातां गास्व गाथां गाध्वं गै गावहै गामहै. किमपि कार्यं नास्ति किल? समीचीनम्. अस्तु राजेन्द्रमहोदय लङ्लकारः. आं भगिनि, अत्र अधः रागमः भवति, तत् लङ्लुङ् सूत्रेण तत् अगात् अगाताम् अगात् अगाथाः अगाथाम् अगाध्वम्. अत्र आकारात् इकारात् अगै अघै भवति भगिनि? अत्र अघे अघे किल एकारः अघे अगावहि अगामहि. लङ् इकारः अकारः इकारः सन्धिः किं महोदय? वृद्धिः भवति वा? गुणः गुणः भवति किल आयोगः ये वृद्धिः भवति चेत् ऐ भवति. इदानीम् ए एव भवति किल गुणः आकारात् आकारान्त् अस्ति धातु योगः इ आद्गुणः इत्यनेन गुणः भवति अघे अघे अगावहि अगामहि. समीचीनमेव. सः एव ब्रह्म जातः. सर्वदा वृद्धि वृद्धिरूपाणि ऐ औ इति एव भवति वृद्धिसंज्ञकः. गुणः एव ए ओ इति भवति. आम् आम् आम्. परन्तु मम ब्रह्म यथा तत्र आकारान्त् अस्ति धातु, तदनन्तरम् इकार आगच्छति, तथैव ब्रह्म. आम् आत्गुणः इत्यनेन अवर्णस्य एव गुणः भवति किल, अतः अष्टादशानामपि ग्रहणं भवति तत्र अकारः आकारः सर्वेषाम्. समीचीनम्. अस्तु विधिलिङ्ग अरुणा भगिनी विधिलिङ्गि वदति वा? आं भगिनि, गाय प्रत्ययरूपाणि यत् यतां इयुः आत्मनेपदी भगिनि. ओ क्षम्यताम्, ईता ईयतां भगिनि ईरे ईरन् ईयाथाम् ईद्वम् ईय ईवहि ईमहि गायोः ईदा गेता भवति भगिनि आद्गुणः आद्गुणः इति सूत्रेण गेता गेयतां गेरन् गेताः गेयतां गेद्वं गेय गेवहि गेवहि गेवहि गेमहि. समीचीनं, तावदेव तत्र आद्गुणः एव कार्यम्. अस्तु, तत्तु सामान्यधातुः आसीत् आकारान्तधातुः. अग्रिममस्ति तदपि आकारान्तधातुः एव, परन्तु तत्र विशिष्टकार्याणि सन्ति. दरिद्रा इति धातुः, दरिद्राधातुः आगच्छति चेत् तत्र सूत्रचतुष्टयं सर्वदा स्मर्तव्यं. तद् वयं पठामः इदानीम्. अस्तु, विजया भगिनी पठतु चक्षित्यादयः षट् इति। भगिनी अत्र गा इति किमर्थं दत्तमस्ति अत्र करपत्रे? कुत्र दत्तमस्ति इति वा? न न, गा इति धातु अगादिगणीयधातु इति दत्तमस्ति खलु, किमर्थं तत्र तदेव महोदय इदानीम् उक्तवान् किल, तद् आकारान्तधातुः अस्ति, तत्र किमपि गुणकार्यस्य प्रसक्तिः तत्र नास्ति, तत्रापि एतादृशरूपमेव आगच्छति, अतः अत्र स्थापितवान्। केवलं रूपमस्ति, रूपमस्ति, गणे नास्ति, अदादिगणीयधातु नास्ति भगिनि, भुवादिगणीयधातुः एव, तदेव उक्तवती, तदेव मम प्रश्नः आसीत् किल महोदय, किमर्थम् अत्र आसीत् अस्ति इति। पूर्वं तत्र पञ्चदश दातवान् दत्तवान् आसीत् आवलि, तत्र नासीत् आकारः नास्ति, तत्तु अभ्वादिगणीय तदेव अहम् उक्तवती, अष्टाध्यायी डाट् काम् मध्ये अपि रूपं यदा दृष्टवती तत्र भुवादिगणः इति स्वीकृत्य एव रूपनिर्माणं कृतवन्तः, परन्तु एतद् रूपमेव तत्रापि आगच्छति, यदा शप् इत्यस्य लुक् कुर्मः वा न कुर्मः तदापि रूपं समानमेव आगच्छति। हैपोथेटिकल् सिचुवेशन् दर्शयितुं कृतवान् आसीत् प्रायः, तदेव तत्र गुणः यदा महोदय राजेन्द्रमहोदय उक्तवान् तत्र आकारान्तधातुः गुणः तु न भवति, भुवादिगणे स्थापयतु वा अदादिगणे स्थापयतु किं, तत्र भुवादिगणे अस्ति चेत् गुणः भवति तत्र लाभः, तत्र अत्र स्थापयति वा तत्र स्थापयति वा रूपभेदः तु न भवति किल, आकार आत्मनेपदि धातुः नास्ति अत्र, अतः सः आत्मनेपदि आत्मनेपदि गाङ्क् गतौ आत्मनेपदि धातु गा स्तुतौ परस्मैपदि न अदादिगणे नास्ति आत्मनेपदि द्वादिगणे अपि यस् द्वौ द्वौ धातुः धातुः अस्ति गा आकारान्त देर् आर् ओन्लि टु धातुस् इन् द्वादिगण गा गाङ्ग् तदेव तत्र शब्दयोजनेन अपि समानरूपमेव रूपमेव आं भगिनि सि दरिद्रा धातुः यक्षित् यादयः षट् अष्टम षट्तमपादे षट्पादे षष्टमाध्याये एकपादे प्रथमपादे षट् इति सूत्रेण षष्टम षट्तम सूत्रं किं वदति चेत् जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति, अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्षु जागुरु दरिद्रा चकास् शास् दीदीङ् वेवीड् ए च इति शब्देन जक्ष् धातोः परामर्शः इति आदिः येषां ते इत्यादयः बहुविधिः जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जुहोत्यादयः षड् अभ्यस्तम् जक्षित्यादयः षट् अभ्यस्तं तत्र जक्ष्यादिगणः इति एकः गणः अस्ति, तत् तत्र अभ्यससंज्ञा भवति जक्ष्यादि जक्षित् यादीनां गणानां धातूनाम् अभ्यस्तसंज्ञा भवति, तत्र तावदेव भगिनि तावदेव आम्। तत् कीदृशसूत्रं भगिनि? जक्ष्यादि तत्र संज्ञा भवति इत्युक्ते संज्ञासूत्रमेव जक्षित्यादयः इति एकः अन्तर्गणः अस्ति, तत्र अदादिगणस्य अन्तर्गणः तत्र जक्ष् जागृ दरिद्र चकाश् शास् दीदिङ् वेविङ् इति अस्ति. तत्र एतेषु अभ्यस्त इति एका संज्ञा भवति. अभ्यस्त इति पारिभाषिकशब्दः अस्ति, वैयाकरणशब्दः अस्ति. तद् किम् अस्ति पश्यामः अग्रे. तत्र अस्मिन् गणे ये ये दातवाः सन्ति तेषाम् अभ्यस्त इति संज्ञा भवति इति नामकरणमेव. अस्तु, समीचीनं, धन्यवादः. अस्तु महोदय, रघुपतिमहोदय, उभे अभ्यस्तम्. उभे अभ्यस्तम् इति सूत्रेण यदा धातोः आम् आं महोदय, माता पुष्पा दीक्षित् महोदयस्य प्रक्रिया पुस्तकम् अस्ति, तत्र तु एकमस्ति गा धातु, द्वितीयम् अस्ति गा गा, तत्र नकार प्रायशः लोपः भवति इति संज्ञा भूत्वा गा धातु भुवादिगणे अस्ति. परन्तु तस्य अत्र लिखितमस्ति तत्र गा यत् गतौ अस्य रूपाणि अदादिगणे पृष्ठे सन्ति, अत्र अग्रे अदादिगणे तस्य रूपाणि सन्ति तत्र. परन्तु कारणं किमपि न लिखितं किल? अत्र लिखितमस्ति तत् तत् अदादिगणे एव धातु परिवर्तनं भवति तत्र स्वीकृतवन्तः. भवादिगणस्य आकारान्त् आत्मनेपदे घान् गतौ धातुर् अपि एवम् एव गा आते गाते. परन्तु अत्र किमस्ति, अत्र आत्मनेपदे यथा एक ए गा योगा ए तत्र वृद्धि भवति, तत्र आ योगा ए वृद्धि भवति, घाय् भवति तत्र. बहुवचने वा आत्मनेपदे एकवचने, उत्तमपुरुष एकवचने, उत्तमपुरुष एकवचने गै. गै अपि च तत्र उत्तमपुरुषे एकवचने तत्र अघायोग इ, तत्र तु आदिगुणः एक गुणं भूत्वा तत्र अघे भवति. तत् समीचीनं, वृद्धिः एव. अस्तु, तदेव यदा भवान् उक्तवान् प्रायः तदेव कारणमस्ति, तत्र रूपं समानम् आगच्छति, तत्र किमपि गुणकार्यस्य अवसरः नास्ति इति कृत्वा प्रायः तादृशं स्वीकृतवन्तः. माता प्रायः स्वीकृतवती, अतः एव अष्टाध्यायी डाट् काम् मध्ये तादृशं नास्ति. माताजी तथैव लिखितवती, तत् कारणात् प्रायः महोदयेन अपि अत्र आत्मनेपदे रूपम् अदादिगणे स्थापितवान्. पुटसङ्ख्या किं भगिनि? कुत्र भगिनि? अष्टाध्यायी मध्ये गा धातु इति अस्ति वा? न, तद् प्रक्रिया पुस्तकमस्ति किल, तत्र न, अष्टाध्यायी पुस्तकं नास्ति. तत्र घा अपि अस्ति, घा अपि अस्ति, घा गतौ गतौ अत्र भवादिगणे अस्ति. समीचीनं, तद् एव प्रायः कारणं भवति. धन्यवादः महोदय. अस्तु, आम् रघुपतिमहोदय. उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति. दक्षित्यादयः षट् इत्यनेन दक्षित्यादीनां धातूनाम् अदित्वे सत्यपि अभ्यस्तसंज्ञा भवति. येषां सप्तानां धातूनां तिगन्तसिद्ध्यर्थं चत्वारि कार्याणि. अत्र उभे अभ्यस्तम् इति अस्ति, यत् यत्र द्वित्वं भवति तदा एव अभ्यस्तं भवति द्वयोः. परतत्र अदादिगणे द्वित्वं न भवति, तथापि तस्य अभ्यस्तसंज्ञा भवति इति दत्तमस्ति. उभे अभ्यस्तं, सारि, अभ्यस्तसंज्ञा अस्ति इति इदानीं दक्षित्याद्यः षट् इत्यनेन सूत्रेण अभ्यस्तसंज्ञा भवति. अत्र अग्रे तदेव तत्र सूत्र, एकनिमिषं महोदय, सूत्रसङ्ख्या पश्यतु. अत्र उभय अभ्यस्तम् इति 615 इति अस्ति, चक्षित्यादय षट् इति अग्रिमसूत्रमस्ति. प्रथमम् उभय अभ्यस्तम् इत्यनेन द्वित्वं यदा द्वित्वं भवति तस्य अभ्यस्तम् इति संज्ञा नामकरणं भवति, अनन्तरं चक्षित्यादयः षट् तत् अभ्यस्तम् इति अनुवृत्तिः आगच्छति. अतिदेतसूत्रवत् अपि कार्यं करोति खलु? संज्ञा एव, किमपि कार्यं नास्ति, केवलं नामकरणमेव. तत्र किमपि आरोपितं नास्ति, गुण किमपि परिवर्तनं न भवति. यद्यपि गुणः नास्ति, न यद्यपि अभ्यस्त इत्युक्ते अभ्यासः भवेत् अपि च अन्यदपि भवेत् खलु, अभ्यासज्ञा अपि भागद्वयं भवेत्, तथापि अत्र नास्ति, तथापि तस्य अभ्यस्तसंज्ञा इति अस्ति इति तादृश तादृशचिन्तनं वा? न केवलं संज्ञा एव महोदय, तत्र केवलं नामकरणमेव. यदा किमपि अन्यत् कार्यं भवति चेत् तत्र अस्तु. इदानीम् अभ्यस्त इति उक्तत्वात् कार्याणि कानि इति इदानीम् आगच्छति. आं पठतु महोदय. येषां सत्तानां धातूनां तिगन्तसिद्ध्यर्थं चत्वारि कार्याणि. दरिद्रा धातु अत्र द्वित्वं न भवति, परन्तु केवलम् अभ्यस्तसंज्ञा भवति, केवलं नामकरणमेव. प्रथमपङ्क्तिः प्रथमपङ्क्तिमध्ये द्वित्वं भवति इति अस्ति, द्वितीयपङ्क्तिः तत्र दत्तम् अधित्वे सत्यपि अभ्यस्तः सञ्च, तत्र किं भेदः अस्ति भगिनि? प्रथमम् उभय अभ्यस्तम् इति एकं सूत्रम् अस्ति, 615 इति सूत्रं. तत्र धातोः द्वित्वं भवति. यदा धा धातुः स्वीकुर्मः चेत् तत्र धा धा इति भवति, द्वयोः धा धा इति भागद्वयस्य नाम अभ्यस्तम् इति नामकरणं. द्वितीयं सूत्रं 616 इति सूत्रं, जक्षित्यादयः षट् इति अन्तर्गणः. अधिगणे साधारणतया द्वित्वं न भवति, तत्र जक्षित्यादयः षट् इति यत् अन्तर्गणे यानि ये दातवः सन्ति तेषां द्वित्वं तु न भवति, अद्वित्वे सति अपि अभ्यस्त इति नामकरणम् अस्ति. किमर्थं तादृशं नामकरणम् इति अग्रे आगच्छति. किमर्थं द्वित्वं तु न भवति परन्तु नामकरणं, केवलं नामकरणं किमर्थम् इत्युक्ते अग्रे आगच्छति. अवगतं? धन्यवादः. धन्यवादः. येषां सप्तानां धातूनां तिङ्गसिद्ध्यर्थं चत्वारि कार्याणि. प्रथमं तु अदभ्यस्तात् इति सप्तमध्यायस्य प्रथमपादस्य चतुरः सूत्रमस्ति. अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं झोन्तः इत्यस्मात् एकनिमिषम् झोन्तः इत्यस्मात् झः इत्यस्य अनुवृत्तिः आयनेयीनीयः फडकचगां प्रत्यादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति. अभ्यस्तात् अङ्गात् प्रत्यादेः जः अत् इति. अत्र झोन्तः सूत्रस्य अपवादसूत्रमस्ति. अभ्यस्तात् अङ्गात् प्रत्यादेः झकारस्य अत् आदेशः भवति. झोन्तः इति अन् आदेशः अस्ति, अत्र अत् आदेशः, अन्तादेशः अत्र, तत्र अत्र अत् आदेशः. अदभ्यस्तात् अभ्यससंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः. अस्तु, इदानीम् अत् इति भवति. समीचीनम्. अभ्यस्तं भवेत् तत्र, अभ्यस्तं नास्ति चेत् तादृशं न भवति. तर्हि ज्योत्यादिगणे अपि अत्र तत्र अभ्यस्तसंज्ञा अस्ति, अत्रापि अभ्यस्तसंज्ञा अस्ति एतेषां षट् यत्र षट् अस्तु. अन्येषु अन्ते एव खलु इदानीं आम्, यत्र अभ्यस्त नास्ति तत्र न भवति महोदय, केवलम् अभ्यस्तमस्ति चेदेव अभ्यस्तात् अभ्यस्तसंज्ञकधातु उत्तरस्य एव जकारस्य स्थाने अत् आदेशः. अग्रे एकवारं अस्तु, ध्येयं यत् अत् आदेशस्य तकारः हलन्तमिति सूत्रेण इत्संज्ञकः न, यतोहि अत्तु विभक्तसंज्ञकः जी प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्माः इत्यनेन हलन्त्यं बाधितं. वयं जानीमः तत् न विभक्तौ तद् बाधितं भवति तत्र न विभक्तौ तु स्मः इत्यनेन अतिथि क्षम्यताम् अतिथि यत् आदेशः भवति साधारणतया वयं सकारस्य इत्संज्ञा कुर्मः, परन्तु तत्तु न विभक्तौ तु स्माः इत्यनेन बाधितं भवति, अतः तकारः तिष्ठति एव. किं भगिनि तत्र एकं परिभाषा किमपि अस्ति खलु, वार्तिकं किमस्ति, तत् कोऽपि आदेशः भवति चेत् तत् पूर्ववत् कार्यं करोति इति किमस्ति, मां स्मरामि पूर्ववत् किं न इदानीं प्रत्ययस्य स्थाने नूतन आदेशः भवति तदपि पूर्ववत् कार्यं करोति इति अस्ति खलु, अत्र दत्तमस्ति खलु, यद्यपि जकारस्य स्थाने अत् आदेशः अभवत् प्रत्ययलोपे प्रत्ययलक्षं वदति वा, तत्तु लोपः, किं वदति भवान् आदेशविषये वा, न इद सिप् इत्यस्य स्थाने हि इति आदेशः भवति तदपि इदानीं तानिवत् भावः तानिवत् कारम् स्वानिवत् कार्यं करोति, समीचीनम् उत्तमं तदेव. आम् एकम् अन्य पङ्क्ति अपि अस्ति किल महोदय, तदपि समापयतु. पठन् अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झस्थाने अत् आदेशः, अतः लटि झि अति न तु अन्ति, लोटि झि अतु न तु अन्तु इति अस्ति. धातोः विषये एव अत्र तु दरिद्राधातोः विषये एव, यद्यपि तत्र द्वित्वं न भवति तदापि अस्य प्रसक्तिः अस्ति, अभ्यस्त इति संज्ञा अस्ति इति कृत्वा अस्य प्रसक्तिः. समीचीनम्. अतः लटि लोटि कार्यं भवत् आम् आं भगिनि क्षम्यताम् खलु बहुवचने लटि जी अति न तु अन्ति तत् ददति वा. समीचीनं, ददति एव अस्मिन् गणे नास्ति, परन्तु ददति ददतु इति भवति किल अनेन सूत्रेण. धन्यवादः. समीचीनम् अस्तु. श्रीवल्ली भगिनी अग्रिमसूत्रम् आम् सिजभ्यस्त विधिभ्यश्च मित् लकारस्य अवस्थायां सिच् तत्यात् अभ्यस्त संज्ञकधातोः विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुस् आदेशः भवति, सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिज् अभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्मात् इत्यस्य अनुवृत्तिः झे जुस् इत्यस्मात् जेः जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च नितः लस्य चेहे जुस् अभयं लस्य अधिकारस्य सूत्रः नित् लकारस्य नितः नित् लकारस्य अवस्थायां सिच् प्रत्ययात् परस्य अभ्यस्तसंज्ञकात् धातोः परस्य तथा वित् वित् धातुभ्यः परस्य नित् लकारस्य परस्मैपदे धातोः जि स्थाने जुस् आदेशः भवति इति अर्थं भगिनि अनुवृत्तिसहितसूत्रम् समीचीनं अतः तत्र सिच् इति प्रत्ययः अस्माकं विषयः नास्ति अस्माकं विषयः तु अभ्यस्तसंज्ञकात् स्थाने जुस् आदेशः भवति ञित् लकारस्य एव अतः तत्र द्रष्टव्यं ञित् इति लकारः इत्युक्ते किं किं भगिनि लङ् लृङ् विधिलिङ् आशीर्लिङ् सर्वेषां ग्रहणमपि भवति परन्तु कस्य कुत्र कार्यं भवति इति द्रष्टव्यम् तत्र अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः जुस् इत्यस्य अनुबन्धलोपे ऋत्वविसर्गौ उहु इति भवति तर्हि आहत्य अभ्यस्तसंज्ञः धातुः अस्ति चेत् लङि अन् स्थाने उहु इति प्रत्ययः भवति लङि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः भवति जुस् इति अनुबन्धलोपानन्तरम् उहु इति भवति तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उहु इति प्रत्ययः भवति प्रथमपुरुषे बहुवचनं समीचीनं परन्तु यद् वयं पूर्वं पठितवन्तः लङ्गः शाकटायनस्य एव तत्रापि जेः स्थाने जुस् भवति परन्तु तत्र आकारान्तात् धातुः इति दत्तमस्ति शाकटायनस्य एव मतेः लङ्गः आतः धातोः जेः जुस् कार्यं समानं परन्तु तत्र निमित्तं भिन्नम् अस्ति तत्र लङ्गः आतः लङ्गः अत्र तु ङित् लस्य जेः जुस् विधि सिजभ्यस्तविधिभ्यः अतः अभ्यस्तसंज्ञा भवतु इति निमित्तं भिन्ननिमित्तानि सन्ति कार्यं तु समानं अतः सर्वदा भ्रमः भवति तत्रापि जेः जुस् एव किल लङ्गः शकटायनस्य एव अपि अत्रापि जेः जुस् एव परन्तु तत्र आकारान्तधातुः अत्र अभ्यस्तसंज्ञकधातोः अपि च भगिनि अभ्यस्तसंज्ञकं धातुः अस्ति तत् अत्र तु नित्यं भवति परन्तु विकल्पेन भवति समीचीनं तदपि आं तदपि मुख्यमस्ति नित्यं नितः इत्यनेन तत्र ङितः इति अनुवृत्तिः परन्तु एतत्तु नित्यं भवति तदपि मुख्यमस्ति आं समीचीनम् अस्मात् सूत्रात् पूर्वसूत्रमस्ति जेहे जुस् इति सूत्रं तस्मात् एव जुस् इति अनुवृत्तिः जेहे जुस् सूत्रं विधिलिङ्गिकार्यं करोति किल लिङ्लकारस्य जे प्रत्ययस्य जुस् आदेशः भवति अग्रिमसूत्रमस्ति सिजभ्यस्तविधिभ्यश्च च इति अस्ति अतः तत्र लङ्लकारः लङ्लकारः अन्यत् अपि भवति परन्तु अस्माकं विषयः तु लङ्लकारः लुङ्गि अपि भवति अत्र एक एव अस्ति आकारान्तदातु दक्षित्यादिगणे आकारान्त दरिद्र इति एव अस्ति दरिद्र एव आम् आम् आकारान्तविशिष्टधातुः तत्र अग्रिम अन्ये दातवः अपि परिशीलयामः महोदय अस्मिन् करपत्रे एव चकास् दीदीङ् गेवीन् जागृ सर्वत्र विशेषसूत्राणि सन्ति तदेव अहं पूर्वमेव उक्तवती किल अस्मिन् पाठः किञ्चित् बृहत् अस्ति इति अस्तु अतः सूत्रमस्ति आं प्रत्येकस्य आम् विशेषसूत्राणि अत्र दरिद्रधातोः विषये चत्वारि सूत्राणि पुनः पुनः आगच्छति जागृ वेवी सर्वत्र सूत्राणि सन्ति इनो अग्रिमम् इन् धातोः अपि सूत्राणि सन्ति. अस्तु, अतः सुजभ्यस्तवदि विधिभ्यश्च इत्यनेन जी स्थाने जुस् आदेशः भवति. ङित् लकारः इत्युक्ते अस्माकं लङ् लकार, लङ् लकारे बहुवचनं किल. अस्तु, अग्रिमं पठामः. महोदय, राजेन्द्रमहोदय, इद् दरिद्रस्य. आम् भगिनि, इद् दरिद्रस्य दरिद्रा धातोः आकारस्य स्थाने इ आदेशो भवति. हलादौ किति निति सारुधातुक् प्रत्यये परे. अलोन्त्यसि इत्यनेन दरिद्रा धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः. इत् प्रथमान्तं दरिद्रस्य षष्ठी अन्तं द्विपदं सूत्रं. गमहन जन सन् क्षमता, गमहन जन खन् गसां लोपः किन्नति नणि इत्यस्मात् किन्नति इत्यस्य अनुवृत्तिः. इ हल्यगोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अत् उत्सारधातुके इत्यस्मात् सारधातुके इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्मात् अधिकारः. अनुवृत्तिसहित् सूत्रं दरिद्रस्य अङ्गस्य इत् न हलि किन्नति सारुधातुके. सूत्रं वदति यत्र दरिद्र अस्ति, दरिद्रा धातुः अस्ति, तस्य अङ्गस्य तत् आकारस्य स्थाने इकार आदेशः भवति. यथा यतोहि परे किति निति हल् वर्णः परे अस्ति, हलादि सारुधातुके सारुधातुकप्रत्यये परे, तत् किति निति प्रत्यये परे तत्र आकारस्य इकार आदेशः भवति. यथा दरिद्रा योगताः तः तु कितिरिति अपि प्रत्ययः अस्ति, तत्कारणात् दरिद्री दरिद्रा आकारस्थाने इकारः. दरिद्री योगताः दरिद्रितः, दरिद्रा योगवः दरिद्री योगवः दरिद्रिवः वः. हलादि कितिनिति सार्वधातुकप्रत्ययः परे तत् आकारस्य इकारादेशः भवति. समीचीनं. अतः विशेषसूत्रमस्ति इद्दरिद्रस्य इति विशेषसूत्रं. तत्र ई हल्यगोः इति सूत्रात् हलि इति अनुवृत्तिः भवति. सूत्रसङ्ख्या पश्यतु 113 ई हल्यगोः अग्रिमसूत्रम् इद्दरिद्रस्य. समीचीनं. अतः यद् वयम् अग्रे पठामः श्नाभ्यस्तयोरातः, श्नाभ्यस्तयोरातः ई हल्यगोः अनन्तरम् इद्दरिद्रस्य, तद् क्रमं सर्वदा स्मर्तव्यं. तद् ई हल्यगोः इति क्रयादिगणे वयं पठितवन्तः. तत्रापि आकारस्य एव हलि परे ई इति आदेशः किल. क्रीणन्ति इति भवति वा, हलादि अपि प्रत्ययः अस्ति, तत्र ई हल्यगोः प्रसक्ति आसीत्. तत्र अजादि अपि अस्ति, तस्योरातः तस्य प्रसक्तिः आसीत् क्रयादिगणे. क्रयादिगणे किल, तदेव पुनः आगच्छति. परन्तु अस्मिन् गणे तु इद्दरिद्रस्य इत्यनेन ई हल्यगोः बाधितम् अस्ति. सम्यक्, अस्तु. अरुणा भगिनी, स्नाभ्यस्तयोरातः. आं भगिनि, स्नाभ्यस्तयोरातः स्नाप्रत्ययस्य अभ्यस्तसञ्ज्ञकधातोः च आकारस्य लोपः भवति कितिमिति सार्वधातुकप्रत्यये परे. स्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः स्नाभ्यस्तौ तयोः स्नाभ्यस्तयोः. स्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रं. स्नासोरलोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. गमहनजनघनघसां लोपः कितिनिति अनि इत्यस्मात् किति इत्यस्य अनुवृत्तिः. अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आतः लोपः इति सार्वधातुके अत्र सूत्रमस्ति स्नाभ्यस्तयोरातः निमित्तानि स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च अकारस्य लोपः भवति आकारस्य लोपः भवति इति निति सार्वधातुकप्रत्यये परे अत्र अनुवृत्तिसहितसूत्रम् अङ्गस्य अधिकारः स्नाभ्यस्तयोः आतः लोपः किति इति सार्वधातुके स्नाप्रत्ययः कुत्र भवति भगिनि स्वादिगणे भगिनि स्ना इदानीमेव दृष्टवन्तः किल पूर्वस्मिन् पाठे समीचीनं स्नाप्रत्ययः अभ्यस्तसंज्ञकधातुः स्नाप्रत्ययः क्रयादिगणः अभ्यस्तसंज्ञकधातोः अस्मिन् गणे अपि भवितुम् अर्हति जक्षित्यादयः षट् यदा वयं जुहोत्यादिगणे पश्यामः तत्रापि भवितुम् अर्हति सो अभ्यस्तसंज्ञकधातुः अस्ति चेत् आकारस्य लोपः भवति कितिङिति सार्वधातुकप्रत्यये परे पूर्व इद्दरिद्रस्य वा ईहल्यगोः वदति कितिङित् हलादि कितिङित् सार्वधातुकप्रत्यये परे इति वदति अतः अस्मिन् सूत्रस्य प्रसक्तिः अजादि कितिङित् क्षम्यताम् अजादि अपित् परे एव अस्ति तद् वयम् एव अवगन्तुं शक्नुमः अतः लोपः निति सार्वधातुके अतः स्नाभ्यस्तयोरातः ईहल्यगोः इद्दरिद्रस्य इति एव क्रमः स्नाभ्यस्तयोरातः अजादि अपि कितिङिति सार्वधातुकप्रत्यये परे तत्र किमपि न दत्तमस्ति अजादि वा हलादि वा ईहल्यगोः वदति हली परे हली कितिङित् सार्वधातुकप्रत्यये परे इद्दरिद्रस्य वदति हलादि कितिङित् सार्वधातुकप्रत्यये परे अवशिष्टं किम् अजादि तदेव स्नाभ्यस्तयोरातः तर्हि इद्दरिद्रस्य ईहल्लगोः इत्यस्य अपवादसूत्रमस्ति वा समीचीनं श्राव्यस्तयोरातः सामान्यम् ईहल्यगोः इति तस्य अपवादम् इद्दरिद्रस्य ईहल्यगोः योः अपवादः सूत्रद्वयस्य अपवादम् इद्दरिद्रस्य तत् प्रभाते आगच्छति भगिनि स्नाभ्यस्तयोर अतः केवलम् अजादि अपि प्रत्यपरे एव आकारलोपः भवति वा आम् तद् वयम् अवगन्तुं शक्नुमः किमर्थम् इत्युक्ते इद्दरिद्रस्य ईहल्यगोः इति सूत्रं तद् प्रबाद्य आगच्छति इति कृत्वा वयम् अवगन्तुं शक्नुमः तत्र किमपि न दत्तमस्ति परन्तु वयमेव तत्र पर्यवसितं तत् ईहल्यगोः अपि च इद्दरिद्रस्य तत् हले परे कार्यं भवति तत् कारणात् तत् शनादशयोरा अजादि एव कार्यं भवति फलितार्थम् एवमस्ति इति वयम् अवगन्तुं शक्नुमः समीचीनम् अस्तु भगिनी भवती एव पठतु तत्र स्नाभ्यस्तयोरातः इति सूत्रेण भवत्याः प्रश्नस्य स्नाभ्यस्तयोरातः इति सूत्रेण न केवलम् अजादि अपित् अपि अपि तु हलादि अपित् अपि कार्यं विहितं किन्तु हलादि अपित् सुपदेषु ईहल्यगोः इत्यनेन आकारस्य लोपकार्यं प्रबाद्य आकारस्य स्थाने ई आकार एकारादेशः विधीयते तदा हलादि अपित्सु ईहल्यगोः इत्यस्य बाधकसूत्रम् इद् दरिद्रस्य येन आस्थाने इकारस्य इकारादिष्टः आहत्य स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः केवलम् अजादि अपित्सु भवति अजादि अपित्सु कार्यं भवति यदा दरिद्रायोगः अति दरिद्रतु इति रूपं निष्पन्नं भवति अवगतं वा भगिनी ईहल्यगोः इद् दरिद्रस्य सूत्रं वदति केवलं हलादि कित् प्रत्यये कित् इति प्रत्यये परे एव इकार आदेशः भवति. ततः तद् प्रभाद्य केवलं स्नाभ्यस्तयोः केवलम् अजादपितस्ति एव कार्यं करणीयम् आकारलोपः. तावदेव. अस्तु, अस्य रूपाणि वदामः एकवारम्. अत्रैव सूत्रचतुष्टयम् अधभ्यस्तात् सिजभ्यस्तविधिभ्यश्च इद्दरिद्रस्य श्नाभ्यस्तयोर् आतः. हलादिपिति किमपि कार्यं नास्ति, केवलं वर्णमेलनं यदा वा धातुः कृतवन्तः तादृशमेव. अजादिपिति तत्रापि किमपि कार्यं नास्ति, वर्णमेलनमेव. हलादि अपिति इद् दरिद्रस्य इति सूत्रेण आकारस्य स्थाने इकारादेशः. अजादि अपिति तु श्नाभ्यस्तयोरातः. तावदेव कार्याणि. यद् वयम् अदभ्यस्तात् सिजभ्यस्तविधिभ्यश्च कृतवन्तः तत्तु मूलप्रत्ययात् सिद्धप्रत्ययनिर्माणं जेः स्थाने जुस् इति आदेशः इति सिजभ्यस्तविधिभ्यश्च वदति. अनन्तरम् अदभ्यस्तात् वदति जकारस्य स्थाने अत् आदेशः इति अदभ्यस्तात् वदति. तत्तु अदभ्यस्तात् लटि लोटि सिजभ्यस्तविधिभ्यश्च लङि कार्यं भवति. तावदेव, तद् रूपं साधयामः. विजया भगिनी लटि वदतु भगिनि. भगिनी तत्र दत्तं खलु एतत् अवशिष्टस्थलेषु दरिद्रधातोः तिङन्तरूपाणि वा धातुवत् पूर्वं वयं दृष्टवन्तः खलु वाति वातः वान्ति तादृशमेव खलु तत्र दरिद्र इति लटीरूपं दरिद्राति दरिद्रतः दरिद्रवती द्विवचने किं भवति भगिनि, किमपि कार्यमस्ति वा द्विवचने? बहुवचने वा भगिनि? द्विवचने. तत्र तः एव खलु भगिनि, तादृशमेव खलु दरि तत्र धातु दरिद्रा इति अस्ति, तत्र दरिद्रतः इति तत्र इकारः इग् इग् दरिद्रस्य इति कार्यं करोति खलु भगिनि. सूत्रं कार्यं किं? दरिद्रा धातोः आकारस्य स्थाने इकारः आदेशः भवति. रूपं किं? दरिद्रितः आकारस्य स्थाने इकारः भवति. प्रथमं दरिद्राति इति आकारः अस्ति, एतत् सूत्रेण इद् दरिद्रस्य इति सूत्रेण दरिद्रितः इति इकारः भवति. बहुवचने दरिद्रति इति अस्ति. केन सूत्रेण? तत्र अदभ्यस्तात् इति सूत्रमस्ति खलु भगिनि, अदभ्यस्तात् एतत् सूत्रं कार्यं करोति. अतः तत्र तत्र आकारस्य स्थाने न तत्र दरिद्र इति अस्ति, अनन्तरं श्नाभ्यस्तयोरर्थः इति सूत्रेण तत्र आकारः भवति. अनन्तरम् उभे अभ्यस्तम् इति सूत्रेण कार्यं करोति, दरिद्रति इति अस्ति. केन सूत्रेण आकारस्य लोपः भवति? आकारस्य लोपः उभे अभ्यस्तम् इति सूत्रेण तत्तु संज्ञा तत्र इद् स्नाभ्यस्य वराता इत्यनेन आत् इत्यस्य लोपः भवति. अपि तु हलादि अपि आं भगिनि, तत्र स्नाभ्यस्तयो रातः इति सूत्रेण एव तत्र धातोः आकारस्य लोपः भवति इति निति सार्वधातुके प्रत्यये परे अस्ति चेत्. रूपं किं भगिनि? रूपं दरिद्रति इति भवति. अग्रिमं वदतु. अनन्तरं दरिद्रासि इति अस्ति, तत्र सकारः योजनेन तादृशमेव तत्र, खलु भगिनि? आकारः अस्ति, अनन्तरं सकारः योजनेन दरिद्रासि इति अस्ति. तत्रापि उभे अभ्यस्तमिति कार्यं करोति, दरिद्रासि इति अस्ति. अनन्तरं वर्णमेलनमेव पूर्वमेव वयं दृष्टवन्तः, इकारस्य आकारस्य स्थाने इकारः दरिद्रतः अस्ति, अनन्तरं दरिद्रत, अनन्तरं दरिद्रामि, दरिद्रिवः, दरिद्रिमः इति. यत्र यत्र इकारः आगच्छति सूत्रं किम्? यत्र यत्र धातोः आकारस्य स्थाने इकारः आदेशः भवति इद् दरिद्रस्य इति कार्यं करोति. समीचीनम्, अस्तु अस्तु. महोदय, रघुपतिमहोदय, लोट् लकारः वदति वा? लोट् लकारे दरिद्रयोग तु अस्ति, दरिद्रयोग तु इदानीं सित् अस्ति, अतः दरिद्रा तु एव भवति. दरिद्रयोग तात् इति अस्ति. अत्र हलन्त हलादि अपित् अस्ति, अतः इद् किमस्ति, इद् इद् इद् दरिद्रस्य इत्यनेन इकारः भवति. दरिद्रितात् दरिद्रा इत्यस्य आकारस्य इ भवति, दरिद्री दरिद्रितात् इति भवति. अग्रे अपि सर्वत्र यत्र अस्तु ताम् इति अस्ति, अत्रापि अपित् हलादि अपित् अस्ति, अतः इद् इद् दरिद्रस्य इत् भवति, अतः दरिद् आकारस्य इ भवति. दरिद्री इदानीम् अङ्गं दरिद्री दरिद्रिताम् अहं यत्र यत्र हलादि अस्ति अहं वदामि दरिद्रितात् दरिद्रितं दरिद्र दरिद्रिता इति भवति. अपि च इदानीं अजादि अपित् अस्ति, अन्तु अस्ति, इदानीं स्नाभ्यस्तौ एकवारम् अत्र अत् अदब् अदभ्य अत् इति अदभ्यस्तः इति सूत्रस्य प्रसक्ति भवति. अत्तु अतु इदानीं दरिद्रायोग अतु इदानीं स्नाभ्यस्तौ रातः इत्यनेन आकारस्य लोपः भवति, दरिद्रतु इति भवति. अग्रे अस्तु दरिद्रायोग हि अत्रापि अस्तु, अत्र अत्रापि हलादि अस्ति, हलादि अपित् अस्ति, अतः इद् इद् दरिद्रस्य वा अस्तु इद् दरिद्रस्य इति सूत्रेण इकारः भवति. दरिद्री योग हि दरिद्रिः दरिद्रितात् दरिद्रितं दरिद्रिता इति भवति. इदानीं दरिद्रायोग आनि अत्र दरिद्रायोग आनि अस्ति, अत्र अष्टाभ्यस्वरातः इत्यस्य नास्ति, अपित् अस्ति, अतः अकसवर्णदीर्घ एकवारं दरिद्राः दरिद्राणि एव तदेव दरिद्राणि दरिद्रा वा दरिद्राम इति अन्तिमरूपं नत्वमपि भवति किल दरिद्राणि. अस्तु अस्तु दरिद्राणि इति भवति. अस्तु अस्तु अन्तिम नास्ति, अस्तु पूर्वमस्ति नकार अस्ति, दरिद्राणि दरिद्राव दरिद्राम. अस्तु श्रीवल्ली भगिनी, लङ्लकारः. आं भगिनि, लङ्लकारः प्रथमपुरुषे तकारः पितस्ति, रूपं अरिद्रात् अदरिद्रात् इति रूपं भवति. ताम् इति हलादि अपि प्रत्ययः इति चेत् ईद् दरिद्रस्य इति सूत्रेण इकारः आदेशः भवति. रूपम् अदरिद्रिताम् इति प्रथमपुरुषे बहुवचनं अन् इति सिद्धप्रत्ययः. अन् इति स्थाने प्रथमं लिङ्गः लिङ्ग् सिजभ्यश्च सिजभ्यस्तविधिभ्यः च नितः लस्य जेः जुस् भवति. सो रूपं भवति अदरिद्रुः. प्रथमम् इत् दरिद्रस्य इति सूत्रेण इकारस्य आदेशः. अनन्तरं सिजभ्यस्तविधिभ्यश्च इति सूत्रेण उस् जुस् आदेशः भवति. अदरिद्रुः इति रूपं भवति. परन्तु सूत्रं भगिनि इद्दरिद्रस्य इति उक्तवती. किं सूत्रं? न भगिनि, जुस् सिजभ्यस्त विधिभ्यश्च नितः लस्य जेः जुस्. अनन्तरं दरिद्रायोः इति आं भगिनि, स्नाभ्यस्तयोरातः निति आम् आकारस्य आतः लोपः भवति. आं समीचीनम्. इदानीं सम्यक् मध्यमपुरुषः. मध्यमपुरुषे सकारः अदरिद्राः इति रूपं भवति. ससजुषोरुः ऋत्वसन्धि करवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः भवति. अदरिद्राः इति रूपं भवति. तम् इति हलादि अपि तति अत्रापि इद् दरिद्रस्य इति सूत्रेण इकारस्य आदेशः भवति. अदरिद्रितम् इति रूपं भवति. तकारा अपि अदरिद्रिता इति रूपं भवति. उत्तमपुरुषे अम् इति पित् अस्ति, कोऽपि कार्यं नास्ति. अदरिद्राम् इति रूपं भवति. वकारः हलादि अपित् अस्ति. इद् दरिद्रस्य इति सूत्रेण आकारस्य स्थाने इकारः आदेशः भवति. रूपं भवति अदरिद्रिव अदरिद्रिम बहुवचनं. भगिनि अत्र उस्य पदान्तात् इत्यस्य सूत्रस्य कथं न भवति? तत्रापि कार्यं समानमेव भवति. परन्तु तदेव वयं दृष्टवन्तः किल, यदा सिजभ्यस्तविधिभ्यश्च तत्रापि कार्यं समानमेव भवति इति. आमाम्. अपदान्तात् अकारात् परे अत्र किम् अपदान्त अकारः अस्ति वा? कुत्र भवान् पृष्टवान् महोदय? न उपरि न दरिद्रयोग अत्र अपदान्त आकार अस्ति अचि उसि अस्ति, अतः तस्य प्रसक्ति उहु अस्ति खलु. अतः अहं अभ्यस्तसंज्ञा इति अभ्यस्त तत्तु सर्वत्र भवति. आम् अस्तु. अपवादसूत्रमस्ति वा एतत्? नास्ति नास्ति. 3410 9 सिजभ्यस्त विधिभ्यस्त इति सूत्रसङ्ख्या न तत् अस्ति. न न स्नाभ्यस्तो रातः इत्यनेन इत्यस्य तत्तु सामान्यसूत्रमेव महोदय. तत्र अभ्यस्तसंज्ञा इति दत्तमस्ति. तत्र यत्र यत्र अभ्यस्तसंज्ञा इति वयं स्वीकुर्मः तस्य ग्रहणं भवति, सर्वत्र तस्य कार्यं भवति, न चेत् निरवकाशं भविष्यति किल. अपवादः किमपि नास्ति. सामान्यसूत्रमेव 6 4 1 1 2 उस्य पदान्तात् इति 6 1 इति अस्ति. 6 1 इति वर्णकार्यम् अस्ति. 6 1 अङ्गकार्यं नास्ति. 6 4 अङ्गकार्यं तस्य बलम् अधिकं वर्णादङ्गं बलीयम्. समीचीनं चिन्तनं सम्यक्. तादृशमेव चिन्तनं करणीयं. सूत्रं किं, केवलं सूत्रं पठामः, रूपं साधयामः चेत् किमपि लाभः नास्ति. चिन्तनमेव आवश्यकं. सम्यक्, अङ्गकार्यं बलवत्. अस्तु, अग्रे सरामः. विधिलिङ्गी अरुणा भगिनी वदति वा? प्रयत्नं करोमि भगिनि. विधिलिङ्ग् दरिद्रायोगः यात् यादिति हलादि अपि अस्ति. ततः आकारस्थाने इकारः आगच्छति. केन सूत्रेण? पृच्छति वा भगिनि? सिज्जभ्यस्तसूत्रेण भगिनि? न न न न, भवत्याः प्रश्नः आसीत् किल, सूत्रद्वयमेव, इद्दरिद्रस्य वा श्नाभ्यस्तयोरातः, इद्दरिद्रस्य. समीचीनं, सूत्रेण इकारादेशः भवति. दरिद्री योगः योगः यात् दरिद्र्यात्, तदेव दरिद्र्यातां दरिद्रियुः. तदेव समानरूपमेव, समान वद्यं पुरुषे एकवचन, तदपि यामानमेव. दरिद्र्याः दरिद्र्यातां दरिद्र्याथ दरिद्र्यां दरिद्र्याव दरिद्र्याम. समीचीनं, सर्वत्र इद् दरिद्रस्य इत्यनेन ईकार आकारस्य स्थाने ईकारादेशः. सम्यक्. अग्रिमधातुः परिशीलयामः. तदपि विशेषधातुः अस्ति, इकारान्त ईकारान्तधातुः. तत्र सप्तधातवः सन्ति. राजेन्द्रमहोदय पठति वा? इकारान्तदातवः ईकारान्तदातवः च सप्तदातवः सन्ति. इन् इण् इक् इण् वि षीङ् दिधीन् वेवीन् वेवीन् सप्तदातवः सन्ति. इन् गतोः इति धातु प्रथमं स्वीकुर्मः चेत् हलादिपित्सु अत्र गुणः भवति. ईयोग एति इकारस्य इकारस्य गुणः भवति. ति पित् प्रत्ययः अस्ति, तत्कारण एति. अजादिपित्सु अत्रपि गुणः अय आदेश ई योग आनि अत्र एकारः एकारयोग आनि अत्र एचयवायावः अय आदेश अयानि अय अयोग आनि अयानि. हलादि अपित्सु किन्नति च गुणनिषेधः भवति. ई योगतः इतः. अजादि अपित्सु किन्नति च गुण्निषेधः. अचि शृणु धातु भ्रुवां योवोर् इवङ् उवङ्गो इत्यस्य प्रसक्तिः अस्ति. अनेन इयङ् आदेशः भवति स्म, परन्तु इदं प्रबाद्य सूत्रं प्रबादि इनो यन् इत्येन यन् आदेशः. ई योग अन्ति यन्ति. अत्र अजादि अपित्सु तत् किन्नति च सूत्रेण तद्गुण्निषेधः भवति. अत्र अचिष्णु धातु भ्रुवाङ्ग यो यङ्गो तत्र वयं पूर्वं पठिताः तत्र सूत्रं, तत् प्रसक्तिः अस्ति. तत् इयङ् इयङ् आदेशः भवति स्म इकारस्य स्थाने, इकारान्तस्य स्थाने इयङ् आदेशः भवति स्म, परन्तु तत् सूत्रं प्रभाति इनो यन् सूत्रेण यन् आदेशः भवति. ई योग अन्ति, ईकारस्थाने यकारः यन्ति, यन्ति सूत्रम् आगच्छति. समीचीनम्. अतः तत्र इन् इति इन् गतौ इति धातुः तत्रापि विशेषसूत्रमस्ति इणो यण् इत्यनेन यण् आदेशः भवति इति सूत्रं वदति. अस्तु अग्रिममपि पठतु महोदय. अजादिषु पित्सु अचिष्णु धातु भ्रुवां यौवर् यङ् अवङ्गो इत्यस्य प्रसक्तिः तत् प्रबाद्य इनो तत् इनो यन् पुनः तत् प्रबाद्य परत्वात् सार्वधातुक आर्धातुक्योः इत्यनेन गुणकार्यस्य प्रसक्ति गुणकार्यस्य प्राप्तिरस्ति. अत्र अजादिपित्सु न अत्र गुणकार्यं भवति न अत्र किं भवति अचिष्णु धातु भुवां युवर् वङ्गो वङ्गो सूत्रेण तत्र प्रसक्तिः अस्ति सूत्रस्य, परन्तु तं प्रभाति इनो यन् सूत्रम् आगच्छति तत् परन्तु तत् प्रभाति परत्वात् यतोहि इनो यन् षष्ठम् अध्याये चतुर्थपादे अस्ति, परन्तु सार्धातुकार्धातुभ्योः सप्तम अध्याये तृतीयपादे अस्ति, तत्कारणात् परत्वात् सार्धातुकार्धातुभ्योः सूत्रस्य कार्यं भवति गुणकार्यं प्राप्तिः अस्ति भवति. पित्सु प्रत्ययेषु अजादिपित्सु तु अजादिपित्सु समीचीनम्. अतः परत्वात् सार्वधातुकार्धधातुकयोः इत्यस्य कार्यमेव भवति, अतः गुणकार्यं भवति इति वदति. अस्तु अस्तु महोदय, धन्यवादः. विजया भगिनी पठति वा अजादि अपित्सु? आं भगिनि. अजादि अपित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण नित्वत्वं तथा निति च इत्यनेन गुणे निषेधः. तथा अचि श्नु धातुर् ब्रुवां युवो रियङ् उवङ्ग् इत्यनेन इयङ् आदेशः भवति. तत् प्रबाद्य इनो यन् इत्यनेन यनः प्राप्तिः. एतत् प्रसिद्धसूत्रमस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणप्रसक्तिः अस्ति, परन्तु सार्वधातुकम् अपि अनन्तरं निति च इति सूत्रेण निद्वत् भवति, अतः गुणे निषेधः भवति. अनन्तरम् अचि स्नु धातु ब्रुवां युवो रियो उवङ् इति सूत्रेण इयङ् आदेशः भवति. अनन्तरं इनो यन् इत्यनेन यनः प्राप्तिः अच् वर्णः परः अस्ति चेत्. समीचीनम्. अतः प्रथमं यद् बिन्दुः दत्तमस्ति तत्तु अजादिपित्सु. अजादिपित्सु अचिष्णु धातु ब्रुवां युवोर् यङ्गु अङ्गौ इत्यस्य प्रसक्तिः, तत् प्रबाद्य इणो यण्, तत् प्रबाद्य परत्वात् सार्वधातुक अर्धधातुकयोः इत्यस्य बलम्, अत अनेन गुणकार्यं भवति. द्वितीयबिन्दुः अस्ति अजादि अपित्सु. अजादि अपित्सु सर्वसामान्यसूत्रं सर्वदा इको यणचि आगच्छति एव. यदा अच् प्रत्ययः परः अस्ति चेत् इको यणचि प्रथमम्, अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः, परन्तु अपित्वात् गुणबाधितं सार्वधातुकम् अपित् नित्वत् निति च गुणनिषेधः. अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यनेन इयङादेशः, इनो यण् इत्यनेन यण् इत्यस्य प्राप्तिः. अस्मिन् इन् इति तत्र उक्तमस्ति, अतः इनो यण् इत्यस्य प्राप्तिः अत्र. अस्तु अस्तु महोदय, रघुपति महोदय अचिष्णु धातु ब्रुवां प्रथमवाक्यम् अनुवृत्ति सूत्रं महोदय. अचिष्णु धातु ब्रुवां युवरियङ् उवङ्गौ स्णु प्रत्ययान्ताङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नो चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवं च आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति युवोः विष्णु धातुभ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि इति अस्ति. अजादि अत्र प्रसक्तिः अस्ति वा? इनो यण् इति यत् इण् इति धातुः स्वीकुर्मः, इकारः योगः अन्ति. आम् अस्ति अस्ति, अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. इयङ् इति भवति इयङ् आदेशः, उकारान्त उकारान्त धातुरूपी अङ्गम् अङ्गमस्ति, अत्र धातुरूपी अङ्गमस्ति. समीचीनम्. इनो हा इनो इनो यण् इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. इणः षष्ट्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम्. अचि विष्णु धातुभ्रुवां युवो रियङ् वोङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य यण् अचि इति अस्ति. अतः अपवादसूत्रमस्ति इति अस्ति. अचिष्णु धातुभ्रुवाङ् इयम् इयङ् ओङ्गो इत्यस्य अपवादसूत्रमस्ति. केवलम् एक इण् धातोः एव कृते केवलं विशिष्टसूत्रम् अस्ति इनो यण् इत्यस्य. तत्र अनुवृत्तिः 6477 अस्ति किल, अचिष्णु धातुभ्रुवाम्, तस्मात् अनुवृत्तिः आगच्छति अचि इति. इणोयन् इत्यस्य सूत्रसङ्ख्या पश्यतु, 6481 तावत्पर्यन्तम् आगच्छति. समीचीनम्. अस्तु महोदय, भवानेव लङ्गि तत् सूत्रद्वयं पठतु. अस्तु, लङ्गि आड् अजादीनां, लङ्गि अजादि धातुरूपी अङ्गस्य आट् अगम भवति. प्रथमम् अङ्गकार्यं तदा एव आगमः, सन्धिकार्यं च. आटश्च आडगमात् अचिपरे पूर्वपरयोः वृद्धिः एकादेशः भवति. अत्र अवधेयं यत् कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं लङि अडागमः आडागमः च. तिङ्निमित्तम् अङ्गकार्यं तृतीयमस्ति. लङि आडागमे सति वृद्धिकार्यं, तिङ्प्रत्ययस्य योजनं तत्सम्बन्धसन्धिकार्यम् अस्ति. प्रथमम् आडागम करणीयं, क्षिपर्थम् आडागम अस्तु, प्रथमम् आडागम करणीयम्. अत्र गुणः भवति तत्र ईकारः अस्ति किल, आयोगः. आमाम् अस्तु अस्तु अतः अनन्तरमेव यत्किमपि कार्यं लकारनिमित्तिककार्यं प्रथमम्, अडागमः वा आडागमः वा तत् प्रथमं भवति. अनन्तरं गुणकार्यमस्ति चेत् तद् भवति अङ्गकार्यम्. अनन्तरं वृद्धिकार्यम्, आडागमः अस्ति चेत् वृद्धिकार्यं सर्वदा भवति. अतः लङि वृद्धिकार्यम्. अनन्तरं तिङ्प्रत्यययोजनं सम्बन्धकार्याणि इति क्रमः, सर्वदा तावद् तत् क्रमः एव. अस्तु, लटीरूपमेव प्रायः साधयामः. श्रीवल्ली भगिनी, लटी वदति वा? इण् गतौ इति धातुः. आं भगिनि, इ योगः ति, एति गुणकार्यं भवति. एकनिमिषं भगिनि, हलादि हलादि पित् इति प्रत्ययः, हलादि पित् इत्युक्ते चेत् गुणकार्यं भवति, एति इति रूपं भवति. ई योगः तः अपि प्रत्ययः, इतः इति रूपं भवति. अन्ति, ई योगः अन्ति, अजादि अपित् प्रत्ययः, अजादि अपित् प्रत्ययः कार्यं विनोयण्ण आं भगिनि अजादि अपित् इनोयन् इति सूत्रेण ईयोगः अन्ति यन्ति इति भवति इकारस्य स्थाने इकारः आगच्छति यन्ति इति रूपं भवति मध्यमपुरुषे एकवारं पूर्णा प्रक्रिया वदतु भगिनि अजादि अपित् अजादि आं भगिनि इकोयनिचि सर्वसामान्यसूत्रम् अजादि अपित् प्रत्ययः मिति च इति अपित् भवति अचि अचिष्णु धातु ब्रुवां इयङ् उवङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति परन्तु अनेन इयङ् आदेशः इति सूत्रं प्रपाद्य इनोयन् इति सूत्रम् आगच्छति समीचीनं मध्यमपुरुषः वदतु मध्यमपुरुषम् एषि इति रूपं भवति आदेशप्रत्ययोः इङ्कोः इति सूत्रेण षत्वं भवति एषि गुणः प्रथमं पित् अस्ति हलादिपित् गुणकार्यं भवति अनन्तरं षत्वं भवति एषि इति रूपं भवति एषि इतः इतः इत उत्तमपुरुषं तत्र आदेशप्रत्ययोः अपि कार्यं करोति भवति खलु उक्तवती मि श्वः मह पित् हलादि पित् अस्ति गुणकार्यं भवति एमि इति रूपं भवति वः मह हलादि अपि इवः इमः समीचीनम् इमः इमः इति सूचना सम्यक् अस्तु निमिषत्रयम् अस्ति राजेन्द्रमहोदय लोट्लकारः वदति वा भगिनि अत्र बहुवचने लटि बहुवचने यन्ति यन्ति इति भवति खलु यन्ति यणाद् उक्तवती अस्ति यकार अस्ति अतः एव तत् लङ्लकारे आडजादीनाम् अथवा अट आगमः अथवा आट् आगमः इति पूर्वं करणीयं वा यत् लङ्लकारः इदानीम् इकारस्य यन्ति भवति अनन्तरं कृतं चेत् यकार इदानीं हलादि अस्ति अतः अतः अकार वा आकार वा इति न भवेत् तत्र लङ् लुङ् तदागच्छति समीचीनम् आमां सम्यक् प्रश्नः तदेव कारणमस्ति आकार एव भवेत् न तु प्रथमं तत् महोदय अग्रे अपि लिखितवान् तस्मिन् विषये किमर्थम् आडजादीनामेव प्रथमं भवति इति यद् लावस्थायाम् अस्ति तत् कार्यमेव प्रथमं भवति सर्वदा यत्किमपि धातुः स्वीकरोतु लावस्थायां कार्यमेव प्रथमं भवति अनन्तरमेव तिङ्निमित्तिककार्यम् अष्टादयि डाट् काम् मध्ये सर्वदा अनन्तर अन्ते एव अस्ति दृष्टवान् अस्ति आम् भगिनि लङ्गि आडागम अन्ते भवति सूत्रसङ्ख्यादृष्ट्या प्रायः ते स्थापितवन्तः परन्तु तदेव प्रथमं भवति तत्र तादृशं यदा भवान् उक्तवान् तादृशभ्रमः जातः किल यन्ति इति इदानीम् अस्ति आडजादीनं करणीयं वा लुङ् लङ् लुङ् शुष्वडुदातः करणीयं वा इति प्रश्नः आगच्छति किल सम्यक् प्रथममेव कुर्मः चेत् तद् भ्रमः न भवति तदेव अङ्गं यदा हस्ते अस्ति चेत् अन्यकार्याणि सुलभमेव भवति समीचीनं लोट्लकारः कुर्मः महोदय राजेन्द्रमहोदय आं भगिनि योगस्तु अत्र हलादि अपि प्रत्ययः अस्ति तत्कारणात् गुणं भूत्वा तत् एतु भवति इकारस्य गुणं भूत्वा योगत्वात् अत्र किमपि कार्यं न अस्ति हलादि अपि अस्ति तत् ईतात् इतां द्विवचने अन्तु इकारः अपि च अकारः तत्र यन् आदेशः भवति अजादिपित्सु अस्ति ये प्रक्रिया अस्ति अत्र अन्ततो गत्वा इनो यन् सूत्रं कार्यं करोति परन्तु तत् पूर्वं समृतवान् प्रक्रिया किम् अस्ति तत्र अचिशनु धातु भवान् युवर् इवङ्गो आगत्य तत्र कार्यं सार्वधातु क्षम्यतां सार्वधातु आर्धदत्युः इदानीं दृष्ट्वा भगिनी वदामि सार्धातु आर्धदत्युः सूत्रेण तस्य प्रसक्तिः अस्ति परन्तु तत् सार्धातुकम् अपि सूत्रम् आगत्य तस्य किञ्चित् सूत्रेण गुणनिषेधः भवति तदनन्तरं तत् इनोयन् इनोय अचिषणु धातु भवान् युवर् इवङ्गो तत् इयङ् आदेशः भवितुम् परन्तु तत् प्रभाद्य इनोयन् सूत्रम् आगत्य तत् यकारः आगच्छति यन्तु योग अन्तु यन्तु निष्पन्नं भवति योगः अत्र इः अत्र अत्र तु अपि हलादि अपि तृतीय अस्ति किमपि कार्यं न अस्ति इः इः इतात् अत्र हलादि अपि कृते अस्ति किमपि कार्यं नास्ति इतात् तम् इतं इत् एत आनि न अत सर्वे अपि प्रत्ययाः सन्ति आनि आव आम् अत्र तु इकारस्य गुणं भूत्वा ए ए ए योग आनि अत्र एचुव यावः अया अयानि भगिनि तथा भवति वा समीचीनमेव अयानि अयानि अयानि अयाव अयाम समीचीनं सार्धधातुक अर्धधातुकयोः एचोयव अयावः सम्यक् एव महोदय अस्तु सम्यक् अतः अग्रिमसप्ताहे लङ् विधिलिङ् कुर्मः लङ् किञ्चित् चिन्तनं करोतु यदा महोदय अत्र प्रदर्शितवान् तादृशक्रमेण आगच्छति एव रूपम् इष्टरूपं साधयितुं शक्नुमः अतः किञ्चित् सूत्रं लिख्य तद् साधयतु अनन्तरम् अग्रिमसप्ताहात् ये भारते सन्ति तेषां कृते समयपरिवर्तनं भवति अस्माकं डेलैट् सेविङ्ग्स् नवम्बर् फस्ट् इत्यस्मात् समापनं भवति अतः एकघण्टा अनन्तरं समीचीनं सिक्स् 6:30 इदानीं किल महोदय 6:30 वा 6 वा 6 o'clock भवति 7 o'clock इति भवति 7 o'clock हा 7 o'clock इति भवति समीचीनं अस्तु धन्यवादः परन्तु स्थापितवती खलु भगिनि 6 to 7:30 एतत् स्थाने 7 to 8:30 इति कुत्र भगिनि क्षम्यताम् अहं अग्रिमवर्गे प्रेषितुं शक्नोति खलु एतत् विषये 7 to 8:30 इति अग्रिमवर्गात् एव भगिनि अग्रिमवर्गात् सम्यक् प्रेषयतु धन्यवादः धन्यवादः शुभधन्यवादः अस्तु भगिनि धन्यवादः नमस्कारः